नमस्कारः. यङन्तदातवः इति करपत्रस्य अन्तिमभागे स्मः. भगिनी आरम्भं करोति वा? अस्तु. अधुपद ये अधुपदधातवः सन्ति तस्य यङन्तसिद्धिः कथं भवति तस्य किञ्चित् पुनरस्मरणं कृतवन्तः वर्गे. तो अस्ति अधुपद प्रथमं वयं कृतवन्तः. किम् अस्ति अधुपद जनखनसन इति तत्र अनुनासिकान्त अधुपदधातवः सन्ति ते. तत्र ये विभाषा इति आगच्छति तत्र विकल्पेन आत्वं भवति अन्य अपि निगुतो अनुनासिकान्तस्य तस्य प्रतिसूत्रस्य प्रसक्तिः भवति. तत्र जा जन्यते जञ्जन्यते जञ्जन्यते इति आगच्छति. तत्र हन् धातुः अस्ति तत्र वार्तिकम् अस्ति हन् इत्यस्य पूर्णतया अग्नि इति आदिष्ट भवति तत्र यत् हिंसायाः अर्थे. अन्य अस्ति अभ्यासच्च इति सूत्रेण अभ्यासच इति द्वितीयः अस्ति तत्र कुवर्ग आगच्छति तत्र. यथा उदाहरणं भवति हन्यासि तत्र प्रथमं यदि द्वितीयं कृत्वा सामान्य अभ्यासकार्यं कृत्वा जहन्य भवति. तदनन्तरं यत् हन्य अभ्यस्तभागस्य अह अस्ति तत्र कुवर्गीय वर्णः आगच्छति. तत्र स्थाने अन्तर्गतम् अनेन घ आगच्छति. अपि नुकागमः तत्र अपि भवति. तदनन्तरं वयं कृतवन्तः कस् पत् पद् तत्र नीक् आगमः आगच्छति अभ्यासस्य च. तदनन्तरम् अनुनासिकान्त अधुपद यद् अस्ति यद् गम मन तस्य नुगुतो अनुनासिकान्तस्य इति अस्ति. अपि वार्तिकं स्मर्तव्यं वाचेति पदान्ते इति स्वाभ्यासस्य पदान्त रूपं द्वयं भवति. जप जप दह पश तत्र नूतनसूत्रेण नुगागमः अस्ति समानतया यथा पूर्वम् अस्ति वापदान्तस्य अस्ति तस्य कार्यं भवति. चर्फ यत् अस्ति तत्र चर्फलोश्च निगुतो अनुनासकस्य अपि कार्यं भवति. किन्तु तत्र अनन्तरम् उत्परस्यात् इति सूत्रेण यस् अभ्यस्तभागस्य च अस्ति अभ्यासस्य अनन्तरं यत् चकार अस्ति तत्र उत् आदेश्य भवति. उत् आगमः अस्ति साधु आगमः भवति. उत् यदि भवति तदा तत्र चर् इति अवस्यामि हलि तस्य कार्यं भवति. किन्तु फल् यत्र अस्ति तत्र हलि कार्यं न करोति कारणति निमित्तं नास्ति. रेफान्त अङ्गं न भवति तत्र. चञ्चूरते इति भवति एकं चञ्चूरते अचञ्चूरते पम्फूलते अपम्फूलते इति आगच्छति. इदानीं ग्रह व्यध वश व्यच इति करणीयम् इति वयं कृतवन्तः. इदानीं आं भगिनि चन् चुर् किम् अस्ति छर् इत्यस्मिन् विषये अन्यदपि वक्तव्यम् आसीत्. वयं पूर्वं पठितवन्तः लुप सद चर जप झब दह दश गृभ्यो भावगर्भायाम् इति सूत्रेण चर्धातोः तु रूपं तु यङ् प्रत्ययः तु भावगर्हार्थे विधीयते इति अपि दृष्टवन्तः. एवं स्मारयामि. अपि महोदय पुनः वयं पठितवन्तः कथं पूर्वता सिद्धम् इति अस्ति. हलि च तस्य प्रथमं द्वितकार्यं करणीयं, तदनन्तरं खलि च कारणकी त्रिपादीसूत्रमस्ति, तच्च कार्यं तदनन्तरं भवति, न तु पूर्वं हलि च पाठितवान् वा पुनः इति द्वये अन्तिमद्वयं परिच्छेदे वयं पुनः पठितवन्तः. अस्तु गृहे आरभ्य पठनीयः खलु. अस्तु आम् कः करिष्यति पठामि वा. अस्तु ग्रह एतेषां ग्रह व्यद् वर्ष व्यच् इति चतुर्णां धातूनां यङन्तधातुसिद्धिः. एतेषां चतुर्णां धातूनां सम्प्रसारणं भवति कितिमिति प्रत्यये परे. ग्रह इति प्रथमं सूत्रं पठामि. ग्रहि जा वयि व्यति वष्टि विचति वृषति पृच्छति भृञ्जतीनां. ग्रह योगः ग्रह जा वै व्यद् वश् व्यच् व्रच् प्रच् ब्रच् एतेषां सम्प्रसारणं भवति इति ज्ञिति प्रत्यये परे. अत्र किमर्थं केवलं चतुर्णामेव पाठः जायते, अन्येषां का स्थितिः इति? कारणं कि ज्या वयं पूर्वं कृतवन्तः साधु अपि व्ये यत् अस्ति तत् केवलं लिति परे भवति तस्य किमस्ति अधोभागे दत्तमस्ति. व्यय् धातु व्यय् धातु तस्य व्य वय जत् आगच्छति. एतद् एतस्य का स्थितिः तर्हि? प्रच् इति पठितवन्तः वा? प्रच् ब्रच् अहं न स्मरामि, किन्तु अत्र तु वयं न कृतवन्तः. प्रच् ब्रच् व्रश् अपि चिन्तयामः. अस्तु ग्रह योगः यङ् नित् प्रत्यय परे सम्प्रसारणम्. अत्र तु विच् किम् अस्ति? वृष विचति वृषति पृच्छति भृञ्जति इति ष्टिप् निर्देशः अस्ति. ष्टिप् निर्देशः निर्देशः न मन्तव्यः, किन्तु यङ् लुकि न मन्तव्यम्. यङ् लुकि मन्तव्यं न मन्तव्यः. अत्र तु यङ् प्रत्ययः अस्ति, तर्हि किमर्थं नास्ति इति पश्यामः. ग्रह इति धातुः ग्रहयोगः यङ् नित् प्रत्यये परे सम्प्रसारणं. गृ इत्यस्य रेफस्य ऋकारः भवति, तदनन्तरम् अकारः अस्ति, हकारः, अनन्तरं य इति प्रत्ययः. सम्प्रसारणाच्च इति ऋकारकारयोः पूर्वपरयोः पूर्वरूपादेशः. तर्हि गृ अवशिष्यते, गृह् इति भवति. गृह्योगः य द्वित्वभ्यासकार्यं. तर्हि अत्र तु हलादेर् एकाचोद्वे प्रथमस्य परेण संयोजम् इत्यनेन गृ इह्य इति भवति. तदा तु एकाचोद्वे प्रथमस्य इत्यनेन गृ गृ भूत्वा गृ गृ इह्य. तर्हि अधुना यदा यदा अत्र किम् अस्ति, अत्र पूर्वमेव किमर्थम् उरण्ड्रपर उरत् अभ्यासस्य भवति ऋकारस्य स्थाने किम् अस्ति उरत् इत्यनेन ऋकारस्य स्थाने अकारः स्वकारः भवति. तदा तु उरण्ड्रपरः इत्यनेन रेपः अपि आयाति. तदा पुनः हलादिशिष्यः इत्यनेन रेपः अपगच्छति, तर्हि अकारः एव अवशिष्यते. तर्हि ग गृह्य इति भवति. तदनन्तरं कुः शुः इत्यनेन च वर्गादेशः भवति. तदा तु ज गृ ह्य इति भवति. तदनन्तरम् अधुना जगृ योगः ह्य इति अस्ति. ऋगुपदधातुः अस्ति इति कृत्वा ऋगुपदस्य च इति सूत्रेण ऋगुपदधातोः अभ्यासस्य रीक् इति आगमः भवति यङि परे. एकनिमिषं यङ्लुकोः इत्यस्ति यङि यङ्लुकि अपि समानकार्यमस्ति ऋगुपदानां. तर्हि अत्र यङ् अस्ति इति कृत्वा भवति. तर्हि रिक् आदेशः भूत्वा जरी इति भवति, जरी गृह्य इति. जरिगृह्यते अङन्तधातुः जरिगृह्यते इति रूपं निष्पादनं भवति. तर्हि अत्र तु परिचितसूत्राणि सन्ति. ऋगुपदस्य च ऋगुपदस्य च इत्यनेन ऋदुपदधातोः अभ्यासस्य ऋक् आगमो भवति यङि यङ्गिल्कि च इति अत्र आशयः. अन्य कर्तुम् इच्छति वा? ऋदुपदधातु यदि वयं ज गृह इति अङ्गं स्वीकुर्मः साधु तदा गृ इति भवती उपधायां साधु यकार तु प्रत्ययः अस्ति अस्ति साधु. अस्तु अन्यत् व्यद् कर्तुम् इच्छति वा महोदय? वदामि महोदय. व्यद् अस्ति धातुः योः यम् अत्र सम्प्रसारणं भवति य इत्यस्य योग आ भवति. अत्र सम्प्रांशाच इति सूत्रेण पूर्वपरेव पूर्वरूपमादेशः अतः वि भवति विद् इति अनन्तरं विद्योः य सन्यङ्गोः अत्र द्वितं भवति. अजीनमञ्जनम् अस्ति दकारः अतः अजीनमञ्जनं परेण संयोज्यम् इति भाष्यकारेण अत्र द्य इति एकाचो द्वे प्रथमस्य इति सूत्रेण प्रथम अचुर्णः एव द्युतं भवति वि वि द्य इति. इदानीं सम्प्रसारणं सामान्यसम्प्रसारणकार्यं कुत्रापि किमपि नास्ति अतः वि विद्य इति दीर्घकृतः इत्यनेन दीर्घः भवति वि विद्य. अनन्तरं गुणयङ्कोः इत्यनेन वे विद्य यङन्तरूपं यङन्तधातुः अस्ति. अनन्तरं सप्रत्ययः आदेशः अधः अधोगुणे अत्र कार्यं करोति वे विद्यते इति रूपं भवति. अत्र भगिनी अत्र दृष्टवती ब्रश्य प्रश्य ब्रश् इति अग्रिमकरपत्रे दत्तम् अस्ति. व्यच्छति वे विच्छति इति प्रथमपञ्चमधातु एव सम्प्रसन्नं भवति वा यङ् प्रति? अन्येषामपि भवति किन्तु किञ्चित् विशिष्टकार्यमस्ति इति कृत्वा अग्रे अग्रिमकरपत्र. अस्तु महोदय. अत्र ऋगुपदधातुः नास्ति खलु? व्रश्यप्रश्य ऋगुपद नास्ति उपदायां वर्णः. ओ तदेव कारणम्. अतः भिन्न तत्रापि भवति ऋगुपदेव मन्तव्यम् इति कृत्वा वार्तिकेन किमपि अत्र कार्यं भवति ऋकागमः भवति किन्तु अस्मिन् करपत्रे न दत्तम्. वस्धातुः पठामि वा? आं महोदय. वस्धातोः यङन्तधातुः सिद्धिः. वस् कान्तौ इति धातुः. वस्धातुः गृह्यादौ अस्ति किन्तु न वसः इति सूत्रेण तस्य सम्प्रसारणं न भवति यङ् प्रत्यये परे. वस् योः यङ् द्वितीयाभ्यासकार्यं व व श्य अत्रापि अजीनमञ्जनं संयोजनम् अस्ति अत्र अतः दीर्घकृतः इत्यनेन अकित् अभ्यासस्य दीर्घः भवति यङि परे अतः अकारस्य आकारः भवति वा वश्यते इति रूपं भवति यङन्नधातुः. न वसः इति सूत्रं पठामि. वस् धातोः वकारस्य सम्प्रसारणं न भवति यङि परे. अनेन ग्रही ज्या वै व्यधि वष्टि विच्छति पृच्छति पृच्छति वृजदिनम् इति च इत्यस्य प्राप्तसम्प्रसारणं बाधितम्. ओ न व्ययं वसः न अव्ययम् वसः षष्ट्यन्तं द्विपदं सूत्रं व्यङ् सम्प्रसारणं यस्मात् सम्प्रसारणं तेषाम् अनुवृत्तिः स्वचिष्यमि व्यञ्जां यङि इत्यस्मात् यङि इत्यस्य अनुवृत्तिः अनुवृत्तिः सहितसूत्रं नवसः सम्प्रसारणम् इति नवसहसूत्रं वदति वसः धातोः सम्प्रसारणम् उकारस्य न भवति. सामान्यतया उकारः भवति उकारस्य, परन्तु नवसहतिसूत्रेण तत्र सम्प्रसारणं न भवति इति. सम्प्रसारणं यदि अनुवृत्तिः भवति यङ् सम्प्रसारणम् इति सूत्रात् तदेव स्वचि सभ्य स्वचि शमि व्यञ्जां यङि इत्यस्मात् यङि अनुवृत्तिः अनुवृत्तिसूत्रं नवसः सम्प्रसारणं यङ्गिति. दीर्घोक्तः अकित् अभ्यासस्य दीर्घोदेशः भवति यङि अनुवृत्ति च न कित् यस्य सः अकित् तस्य अनुवृत्तिसूत्रम् अङ्गस्य अकित् अभ्यासस्य दीर्घः यङ् लुकोः. देयं यत् वै स्वतन्त्रधातुः नास्ति अपि तु लिट् प्रत्ययस्य परे वेञ्ज् धातोः स्थाने धात्वादेशः अतः यङि परे इदं वय न प्राप्यते एव. अपि च ज्या धातुः आकारान्तधातुः उपस्थायार्थम् अत्र किं वदति अस्ति वय धातुः स्वतन्त्रः न भवति लिट्लकारे एव भवति वेञ्ज् इति रूपेण वेञ्ज् धातोः वदति अतः अत्र यङि प्रत्यये परे सम्प्रसारणं वै इति न भवति न प्राप्यते इति. तदेव ज्या इति आकारान्तधातुः उपस्थापितं किमर्थं महोदय अहं न अवगच्छामि. ज्या धातुः खलु अस्माकं सूत्रमस्ति गृहि जा वै व्यधि वष्टि विचति पृच्छति पृच्छति बृञ्जदीनाम् इति अस्ति खलु. धातुः वयं पूर्वमेव पठितवन्तः अस्मिन्नेव करपत्रे ग्रस् व्यद् वश् व्यच् अधुना पठितवन्तः वयं खलु. अनन्तरं वै इति अस्ति खलु तर्हि वै इत्यस्मिन् विषये उक्तं वै इति स्वतन्त्रः धातुः नास्ति इति कृत्वा तत् अहम् अवगच्छामि महोदय, परन्तु अन्तिम सेण्टेन्स् अपि च ज्या धातुः आकारान्तधातु तत् पूर्वं पठितवन्तः खलु आकारधातुर्नविषयः पठितः तस्य अर्थः किम् अपि ज्या धातु तत्तु वयं पठितवन्तः इत्युक्ते इट् हेस् बिन् प्रसेण्टेड् अर्लियर् इति. अस्तु अस्तु इट् हेस् बिन् प्रसेण्टेड् अमङ्ग् दि आकारान्तधातु. अस्तु तदेव आकारान्तधातु एकः एव. अनन्तरं पृच्छति पृच्छति बृञ्जति इति अग्रिमकरपत्रे आगच्छति तावदेव. अस्तु धन्यवादः महोदय. धन्यवादः महोदय. भगिनि कः पठति महोदय? स्वप् यस्यां कः पठति भवती पठतु भगिनि भवत्या स्वप्स्यं वेञ्च् इति त्रयाणां धातूनां यगन्तधातुस्थिति निःश्वप्शये स्यमु शब्दे वेञ् समन्वे स्वप्स्यं वेञ् इति धातूनां सम्प्रसारणं भवति यङि परे वेञ् धातु आकारान्तधातुषु उपस्थापितं निष्प आदिचुडव धातु आदेश स्वप् स्वप्स्यम् इति धातु सम्प्रसारं कृत्वा अद्यत्वा अभ्यासकार्यानन्तरं गुरो यङ्लुकोचनेन अभ्यासः गुणो क्रियते. इदानीं त्रीणि त्रयधातवः सन्ति स्वप्स्यं वेञ्च् तेषाम् अर्थमस्ति शब्दे इति साधु शब्दे वेञ्च् समन्वे स्वप् इति शयने स्यम् इति शब्द अर्थमस्ति शब्दे वेञ्च् इति समन्वे अर्थं किं समन्वे भगिनि वेञ्च् समन्वे संवरणे इत्युक्ते संवृणोति इति वृणोति इति टु एन्कम्पस् टु सराउण्ड् इति अर्थे. अस्तु स्वप्स्यं वेञ् इति धातूनां सम्प्रसारणं भवति किन्तु तेषां प्रति विशिष्टसूत्रमस्ति स्वपि सन्मि स्यमि वेञां यङि इति सूत्रेण वयं पूर्वमपि पठितवन्तः एतत् सूत्रं स्वप्स्यं मेञ् एतेषां धातूनां सम्प्रसारणमस्ति यङि परि स्वपिश्च स्यमिश्च मेञ्च इत्येषाम् इतरेतरद्वन्द्व स्वपि स्यमि मेञ्च् इत्येषां स्वपि स्यामि वेञ्च्यां स्वपि स्वमि वेचां षष्ट्यन्तं यङि सप्यन्त सप्तम्यं सप्तम्यन्तं द्विपदमिदं सूत्रम् अनुवृत्तिसहितसूत्रमस्ति स्वपि स्यमि मेञ्यां सम्प्रसारं यङि अस्तु स्वप् इति सूत्रमदति स्वप्स्यं वेञ् एतेषां धातूनां सम्प्रसारणं भवति यङि परे पूर्वं यत् वयं दृष्टवन्तः गहिज वै वै तत् एकं सूत्रं द्वितीयसूत्रं वयं दृष्टवन्तः वच् व्यच् इति सूत्रमस्ति एतस्मिन् सूत्रे स्यम् इति अन्तर्भूतः नास्ति अतः नूतनसूत्रं दत्तमस्ति यङि परि तेषां सम्प्रसारणं भवति स्वप्स्यं वेञ् स्वप् इति मूले धातुः अस्ति निष्वप् तत्र पकारस्य हलन्तनेन संज्ञा नि आदिचिन् आदिनि टुडवनेन संज्ञा भवति श्व श्व पकारस्य हलन्तनेन संज्ञा न भवति केवलं नि इति तस्य आदिनि टुडव अनेन संज्ञा भवति तस्य लोप श्वप् इति अस्ति इदानीं धात्वादेशस इति सूत्रेण मूर्धन्यषकारस्य दन्त्यषकार आगच्छति स्वप् इति लोके धातुः अस्ति स्वप्स्यमिति धातोः सम्प्रसारणं भवति उदाहरणं स्वप् अस्ति तत्र यङ् विधानं यदि भवति प्रथमम् अङ्गकार्यं करणीयं स्वप्य स्वप्य इति यदि भवति तदानीं अङ्गकार्यं धातुसंज्ञा भवति सनाद्यन्त धातु तदनन्तरं स्यं स्यमि स्वपि स्यमि वीणाम् इति सूत्रेण वकारस्य एकवर्ण उकार आगच्छति सो सु इति भवति सुप्य इति भवति तदनन्तरं संयोगेन अजीनं परेण संयोजनेन एकाचो प्रथमभागस्य द्वित्वं भवति संयोगो धातु संयोगसूत्रेण सो सुसूप्य इति भवति कोऽपि सामान्यकार्यम् अभ्यासकार्यं न भवति विशिष्ट कार्यं भवति प्रथमं दीर्घो कितनेन सु सु भवति सो सुसु सुसूप्य तदनन्तरं गुणोयङ् लुकोनेन सो सु भवति सोसूप्य इदानीं सो सु तयो मध्ये वर्णकार्यं भवति कारणक यत् सो अस्ति तत् आदेश धातो आदेश अस्ति सो अनेन आदेशप्रत्ययो इति सूत्रेण आदेशस्य दन्तीयसकारस्य पुनः मूर्धन्यषकार आगच्छति सो सोषुप्यते इति सूत्रं निष्पन्नं भवति सोषुप्य तदनन्तरं शप् विधानम् अतो गुणनेन अकार पूर्वपरयो सो अकार पूर्वकार अवशिष्यते ते इति सिद्धतिङ्प्रत्यय सो शुप्यते सामान्यतया तथैव स्यम् इति अस्ति तत्र यकारस्य इकारसम्प्रसारणं भूत्वा सि सिम्य भवति तदनन्तरं दीर्घोक्तनेन सि सिम्य गुणोयङ्कोनेन से सिम्य ते इति भवति गुणो यङ् लुको अस्ति अभ्यासस्य गुणो भवति यङि लुकि च अभ्यासस्य गुणः गुणो यङ् लुको भगिनी मम एकः प्रश्नः अस्ति गुणो यङ् लुको तत्र इक्वर्ण न भवेत् दीर्घ अपि भवति भवितुं शक्नोति लघु न तस्य इति अस्तु लघु उपदा इति नास्ति क्षम्यतां लघु इक् इति नास्ति सामान्येन दीर्घः ह्रस्वः दीर्घः प्लुतः सर्वेषामपि इकाराणां ग्रहणं भवति अग्रे पठामि अग्रे पठामि सामान्यकार्याणि किं कानि भवन्ति यङ्ग् विधानं यदि भवति तत्र सामान्य प्रक्रिया कथं भवति इति महोदय पृष्टवान् रघुवर्गे. प्रक्रिया इत्युक्ते ह्लादि प्रथमरीत्या यङ्ग् विधानं धातु एकाचु ह्लादे अनेन यङ्ग् विधानं, तदनन्तरं यकारविधानं भूत्वा संयङो सूत्रेण सनाद्यधातु इति संज्ञा गच्छति साधु. तदनन्तरम् अङ्गकार्यं करणीयं, सामान्य अङ्गकार्यणं वा विशिष्ट अङ्गकार्यणं भवति. सामान्य अङ्गकृतसार्वधातुको दीर्घ इति यदि चिन्तनं भवति, या सम्प्रसारणकार्यं यत् तत्र अस्ति तत् प्रथमं करणीयम्. तदनन्तरं द्वित्वकार्यं भवति संज्ञो इति सूत्रेण. द्वित्वं भूत्वा तत्र सामान्य अभ्यासकार्यं, सामान्य अभ्यासकार्यं भवति हलादि शेष ह्रस्व गोहोचु अभ्यासे चर्च उरत् इति. उरत् सामान्य अभ्यासकार्यमस्ति विशिष्टकार्यमस्ति उरत् अतादेशः अस्तु. विशिष्ट यदि कार्यं भवति दीर्घोकित गुणोयं लुको, पुनः वयं प्रत्येकं यदि कथं वदामि, अदन्तधातुः अस्ति अङ्गम् अदन्त अस्ति वा अधुपद इति अनेन विशिष्टकार्याणि भवति. यथा नीकागमः भवति, कुत्र नुकागमः भवति वा वीकागमः भवति इति. तदनन्तरं शप् विधानम् अस्ति अतो गुणानेन धातु अग्रिमपत्रं इदुपदधातूनां यङन्तधातुसिद्धिः दिद्योगः यम् उगन्तलघुपदस्य च इति किं भवति. अनन्तरं मिति च इति सूत्रेण गुणकार्यं बाधितं भवति दिद्योगः य इति अवशिष्यते. अधुना द्वित्वं भवति तर्हि अत्र अधीनं व्यञ्जनं परेण संयोज्यम् इति सूत्रेण इति वार्तिकेन बिबि योगः बिभि योगः इद्य इति भवति. तर्हि अभ्यासे चर्चयतिनेन बिबिद्य इति भवति. गुणोयङ्गलोकोः इत्यनेन बेबिद्य भूत्वा बेबिद्यते इति. एवमेव सिद्धि इत्यस्य चेत् अत्र तु तुकागमः भूत्वा अत्र तु गुणोयङ्गलकोः इत्यस्य प्रसक्तिः न भवति चिद् इत्यस्य. तुकागमः कुत्र आगच्छति भगिनि? प्रक्रियायां कुत्र कदा अभ्यासस्य कार्यं कृत्वा तदनन्तरं ह्रस्वस्य तुकागमस्य नियमः अस्ति. ह्रस्वस्य तुकागमः भवति चकारे परे. अत्र तु चकारः भवति तदा तु ह्रस्ववर्णः स्वरः अस्ति खलु, इकारः अस्ति, ह्रस्वस्वरः अस्ति इति कृत्वा तुकागमः भवति. अस्तु. किन्तु प्रथमं वयं द्वितं कुर्मः तदनन्तरं साधु. तदा तु तस्मात् पूर्वं द्वितस्य अनन्तरमेव पूर्वं ह्रस्वस्वरः आगच्छति खलु. प्रक्रिया वदति छिद् कथं भवति भगिनि? प्रक्रिया वदतु छिद् दातु यङ् इत्यस्मिन् अत्र तु गुणकार्यं निषिद्धम् इति उक्तमस्ति. तदनन्तरं द्वित्वकार्यं भवति संयङुः इति सूत्रेण. तदा तु अत्र तु अधीनं व्यञ्जनं परेण संयोज्यम् इत्यनेन इद्य इति परवर्णः, छि इति प्रथम अचुवर्णः इति कृत्वा अत्र छिचि इद्य इति भवति. तदा तु अनन्तरम् अभ्यासे चर्च इत्यनेन छि छिद्य इति भवति. अनन्तरम् अधुना तु परे चकारः अस्ति, पूर्वं ह्रस्व इकारः अस्ति इति कृत्वा ह्रस्वस्य तुक्कगमः भवति चकारे परे, तर्हि अनन्तरम् इत् चिद्य इति भवति, तदा किं भवति तकारस्य तु किं भवति स्तोः चुनाशुः इति सूत्रेण तकारस्य चकारः भवति, तर्हि किम् अस्ति चिद्यति भवति। अधुना तु गुणो यङ्लुकोः इति प्रसक्तिः न भवति, किमर्थम् इत्युक्ते अत्र तु किमस्ति ह्रस्वस्वरः अस्ति, क्षम्यताम्, अत्र तु चकारः अस्ति उपधायाम् इति कृत्वा न भवति। अत्र अस्मा वयं प्रष्टुं शक्नुमः तुकागमस्य गुणो यङ्लुकोः इत्यनयोः उभयोः अपि प्रसक्तिः अस्ति, कथं वा एकस्य प्राप्तिः इति जलाबलचिन्तनं कर्तुं शक्नुमः, किञ्चित् तस्मिन् विषये पश्यामः। चेच इति तुकागमः भवति, तर्हि चेच इति सूत्रं तु षष्ठाध्यायस्य प्रथमपादे अस्ति, अनन्तरं सप्तमाध्यायस्य चतुर्थे पादे अस्ति गुणो यङ्लुकोः इति खलु। तर्हि किम् अस्ति अत्र ह्रस्वस्य तुकागमः तु केवलं वर्णनिमित्तिकं कार्यम् अस्ति खलु, संहितायाम् इति अस्मिन् अधिकारे अस्ति, किन्तु सप्तमाध्यायस्य अङ्गकार्यमस्ति गुणो यङ्लुकोः इति। भगिनि वयं उक्तवन्तः यदा छिद् छिद् अस्ति छिद् छिद् भवति साधु, तदनन्तरं यदा कुहोचु अभ्यासे चर्चने प्रथम अभ्यासस्य चकारः भवति, सो छिद् छिद्य इति आगच्छति। यदि छिद् छिद्य चकार इकार चकार तो इकारस्य इति तुकागमः आगच्छति, तो कथं महोदय चित् चिद् इति लिखितम्? ओ तकार अस्ति, आम् आं तकारः अपि अस्ति खलु, दकारः अपि अस्ति, तकारः अस्ति, पठतु चि अभ्यासस्य चि अल्पप्राणचकारः भवति खलु, तदनन्तरं तुकागमः भवति इति, नो चेत् कार्यं न भवति। किन्तु प्रश्नः अस्ति किमर्थम् अत्र गुणो यङ्लुकोः तुकागमः चेच इति सूत्रम्, उभयोः प्रसक्तिः प्राप्तिः अस्ति खलु, चि चिद्य इत्यस्मिन् सोपाने उभयोः प्रसक्तिः अस्ति, किमर्थं चेत् इति भवति अत्र भगिनी उक्तमस्ति चेच इत्यस्मिन् अनेन सूत्रेण निर्दिष्टं तुगागमः संहितायां नित्यः वैकल्पिकः न अस्ति, यत्र यत्र एवं रूपं भवति, यद्यपि वर्णनिमित्तिकं कार्यम् अस्ति तथापि चेच इति कार्यं नित्यकार्यम् अस्ति इति। किन्तु यदि छिद्य इति भवति साधु शृणाष्टु अनेन, तदनन्तरं वयं गुणोयङ्लुको न कर्तुं शक्नोति, चै छिद्य इति न कर्तुं शक्नुमः वा? किमर्थम् इत्युक्ते अभ्यासे तु इकारः नास्ति, तकारः अस्ति, चकारः अस्ति, अधुना नो चेत् तकारः अस्ति तुकागमस्य अनन्तरं तु वयं रूपं किं लिखामः चेत् चिद्य इति लिखामः वा न च चिच्छिद्य? चिचि चिद्य इति महोदयेन यथा प्रदर्शितं तथा एव लिखामः खलु, तत्र यदि चिच्छिद्य अस्ति तत्र अभ्यासः च भवति चेत् साधु प्रथमं चकार परे उत्तरवर्ति अकार इकारः अस्ति, न भगिनि, प्रश्नः न अवगतः, क्षम्यताम्। अस्तु, यथा महोदयने अत्र लिखितमस्ति चकार इकार, तदनन्तरं चकार चकार इकार गकार, साधु मम प्रश्नः अस्ति यदि चकार इकार अस्ति तत् भवती अभ्यासे राधु साधु एतस्मिन् भागे अभ्यास चकार इकार अस्ति साधु, तत्र चे छिद्य इति न भवितुं शक्नोति वा? तदेव प्रसक्तिः प्राप्तिः कदा भवति, कस्य सूत्रस्य प्रथमं प्रसक्तिः इति द्रष्टव्यं खलु। किन्तु यदि चकार दत्तम् अस्ति कृतं न छेचति तस्य कार्यम् अभवत् लुकोः इति भवति चेत् ह्रस्वस्य छेच इत्यस्य प्रसक्तिः प्राप्तिः भवति वा? न भवति। तथा एव चेच इति प्रथमं करोति चेत् गुणो यङ्लुकोः इत्यस्य प्रसक्तिः अस्ति वा? न न भवति, तर्हि विपरीतत्वम् अस्ति, सङ्कर्षः अस्ति एव। तर्हि अत्र तु किन्तु चेच इति नित्यकार्यम् इति अत्र अष्टाध्याय डाट् काम् मध्ये निर्दिष्टमस्ति। तुकागमः शब्दानां विषये तुकागमः तु नित्यमस्ति, केवलं किम् अस्ति वेदेषु एव तुकागमः वैकल्पिकः अस्ति इति। रूपं किं सिद्ध्यति अन्तिमरूपं तथा महोदयेन उक्तं लिखितमस्ति छिद्यते। आं भगिनि, अस्तु, अष्टाध्यायी डाट् काम् मध्ये अपि तथैव प्रदर्शितमस्ति। वर्गे बहु न वर्गे अत्र तु के छिद्यते इति प्रदर्शितमस्ति महोदय, अत्र अष्टाध्यायी डाट् काम् मध्ये तत्तु न भवति। किमर्थम् इत्युक्ते किं भवति, यदि चेच भवति चेत् गुणोयङ्लुकोः न भवति, गुणोयङ्लुकोः भवति चेत् चेच न भवति, तर्हि विपरीतत्वम् अस्ति। नितरां तु एकम् अस्ति भवति चेत् अन्यत् न भवति, तर्हि चेच् इद्यते इति कदापि न भवितुम् अर्हति। अत्र किम् अस्ति, अत्र लटि लिट्लकारे अपि चिच्छिद्यते एव अस्ति, तत्र तु सम्यक् प्रदर्शितमस्ति अष्टाध्याय डाट् काम् मध्ये, किन्तु यङन्तधातूनां विषये दोषाय प्रदर्शितं के चिद्यते इति प्रदर्शितम्। अनन्त अपि सम्यक् प्रदर्शितं, चिच्छिद्यते चित् इति एव प्रदर्शितम्। अहं के चिद्यते इति लिखितवती, अतः अहं न न कथं वा ब्रह्मा जातं विवरणं किञ्चित् द्रष्टव्यं खलु केचेचिद्यते इति। पुनः श्रुणोमि यत् ह्रस्वस्वरः नास्ति इति कृत्वा चेच इत्यस्य प्रसक्तिः नास्ति। तर्हि अग्रे पठामि, मिद् इत्यस्य मे मिद्यते, चित् इत्यस्य चेचिद्यते इति केचिद्यते। आम् भगिनि, उदुपदधातूनां व्यङ्गन्धधातुः सिद्धिः बुद् यः यम् उगन्धलघुपदस्य च कितिनीति च बुद् यः य द्वितीयाभ्यासकार्यं भूभु यः अद्य गुणो यं युकोः भो बुद्ध्य इति यङ्गन्धधातुः भो बुद्ध्यते। अत्र बुद् यः यङ् इत्यस्य पुगन्धलघुपदस्य न कार्यं करोति, किमर्थं यङ् प्रत्ययः गीतस्य गीतिनीति च बाधकम् अस्ति। अनन्तरं बुद्ध्योः द्वितीयाभ्यासकार्यं भवति, अत्र अजिनव्यञ्जनं परेणसंयोजनं कार्यं करोति, अतः एकाचो द्वे प्रथमस्य एव द्वितं भवति भूबुद्ध्य इति। अनन्तरं दीर्घपितः अपि साधारण अभ्यासकार्यं न भवति, विशेष अभ्यासकार्यमेव भवति दीर्घपितः। अनन्तरं गुणयङ्गुकः इत्यनेन भो बुद्ध्य इति यङ्गन्धरूपं धातुः भो बुद्ध्य इति रूपं भवति। तदेव रुद्धधातुः अपि रो रुद्यते लो लभ्यते तदेव भवति वा लो अपि भवति अनन्तरं ऋकारान्तं पठामि वा ऋकारान्तधातूनां यङन्तधातुः सिद्धिः ऋक् ऋतुपदस्य च इत्यनेन ऋतुपदधातोः अभ्यासस्य ऋक् इति आगमो भवति यङि परे निरुत् योः यं न निरुत् योः च ऋक् ऋतुपदस्य च नरी निरुत् निरुद्य नरे निरुद्य इति अङ्गन्धातु नरे निर्द्यते इति तिङ्गन्तरूपं सूत्रं वदति ऋक् ऋतुपदस्य च ऋतुपदधातोः अभ्यासस्य ऋक् इति आगमो भवति यङि अन्विकि च ऋक् अनुवर्तिसर्गसूत्रम् अनुवर्तिसर्गसूत्रं ऋतुपदस्य अङ्गस्य अभ्यासस्य ऋक् यङ् यङ्लिकि सूत्रं वदति उपदा ऋतु ऋकारः अस्ति चेत् तस्य अङ्गस्य अभ्यासस्य ऋक् आगमः यङि अङ्लिकि इति द्वयोः अपि इति वदति तदेव दातु उदाहरणं दत्तं निरुद्योः यम् अत्र अजिनव्यञ्जनपरेण सन्यङ्गोः अजिनव्यञ्जनपरेण एकाचोदयप्रदोषस्य कार्यं कृत्वा न निरुद्य इति रूपं भवति महोदय कथं न भवति तस्य प्रक्रिया कानि सूत्राणि न पूर्वं निरु निर इति भवति अनन्तरं उरन्रपरः इत्यनेन नर् निरु इति अलादिशेषः गच्छामि तं मन्ये अलादिशेषः इत्यनेन रेप गच्छति अतः न निर् इति न निर्द्य एव तिष्ठति इदानीं ऋग् ऋतुपदस्य इति कार्यं कृत्वा नरी इति भवति नरी निर्द्य तिङ्गन्तरूपं नरी निर्द्यते अहं विस्मृतवान् किमपि चिन्तनं नास्ति मम मनसि भवान् उक्तवती धन्यवादः भगिनि वेरि वाच् भगिनि रूपाणि वदामि अहं तृप् भवति तरी तृप्यते वृद् भवति वरी वृध्यते श्रुद् भवति शरी श्रुध्यते कृष् भवति कोचु इति कार्यं करोति तत्र चरी कृष्यते मृष् भवति मरि मृष्यते वृत् भवति वरि वृत्यते इति कृप् धातु इति पठामि अस्तु कृप् धातु इति विशेष कृपेश्च अवकल्कने विचारं करोति चिन्तनं करोति कृपेश्च अवकल्कने इति कृप् धातुतः आजाति कल्पना इति यदि भवति साधु भगिनि कल्पना इति अस्तु कृपो रोलः त्रिपाद्यां सूत्रमस्ति अष्टमाध्यायस्य द्वितीयपादे अष्टादशसूत्रं कृप् धातो रेफस्य लकारादेशो भवति र इति श्रुति सामान्यं बोध्यं तेन यः केवल रेफश्च ऋकारस्य द्वयोः अपि ग्रहणं ल इत्यपि श्रुतिसामान्यमेव अतः आहत्य कृप् धातोः यदा गुणादेश कृत्वा रेफो भवति तस्य रेफस्य स्थाने लकारादेश पुनः कृप् धातोः रकारस्य च रेफसदृश अंश तस्य स्थाने लसदृश अंश आदेश भवति नाम ऋस्थाने लृ सूत्रे कृपो कृप् योग उः इति विच्छेदः कृप् लुप्तषष्ठीकं पदम् उषष्ठ्यन्तं रः षष्ठ्यन्तं लः प्रथमान्तम् अनेकपदमिदं सूत्रं कृप् इत्यस्य द्विवारम् आवर्ति सूत्रं स्वयं सम्पूर्णं कृप् उः कृपः उः कृपः रः लः कृपो रो लः इति सूत्रं वदति कृप् धातु रेफस्य लकारो आदेश भवति कृप् इति यदि उच्चारणार्थं कृप् यत् रेफस्य यत् रेफ भवति गुणकार्यं भूत्वा यत् रेफ अस्ति तस्य लकारः अपि भवति यत् कृप् उच्चारणार्थे ऋकारस्य रेफ इति उच्चारणार्थे आगच्छति तत्र अपि सदृशं लृ इति तस्य स्थाने आगच्छति तो अतः अनुवृत्तिसूत्रे कृप् द्विवारं दत्तम् अस्ति प्रथमं कृप् उः इति अस्ति यत् कृप् ऋकारान्त ऋकारान्त यत् अङ्गमस्ति तस्य न अङ्गं ऋकारान्त भागम् अस्ति तस्य स्थाने लृ सदृश आगच्छति उः इति तस्य षष्ठ्यन्तम् आदेश दत्तमस्ति यदि गुणकार्यं भवति तदानीं यत् रेफस्य अनादेश भूत्वा उणरपर इति भवति रेफ अस्ति तस्य स्थाने लकारः आगच्छति इति कृप् साधु अहम् उक्तवती भगिनि आं भगिनि आम् अस्तु कृप् धातो द्वित्व अभ्यासकार्यं यथा सामान्यम् अस्मिन् क्रमे रीक् उत्पदस्य च इत्यनेन रीक् इति आगमो भवति तदा कृपो रोलः इत्यनेन अभ्यासस्य रेफस्य स्थाने लकार धातो च ऋकारस्य स्थाने ऋकार द्वित्वकार्यम् अनन्तरं पूर्वं रीक् रिगु रिगु उत्पदस्य तत्र पूर्वं यत् उदव उपधायां कारन्त अस्ति तस्य स्थाने रीक् आगम आगच्छति तो प्रक्रिया अस्ति कृप् योग यङ् ककृप्य चकृप्य चरीकृप्य चलीकृप्य इति यङन्त धातु चलीकृप्यते अस्तु यत् कृप् अस्ति तदा धातु एकाचो हलादिक्रियासमाने यङ् विधानं तदनन्तरं भवति संयङो इति अनेन द्वितकार्यं भवति अङ्गकार्यं कोऽपि न भवति कारण क्रे इति उपधायाम् अस्ति पुगन्तलघुपदस्य च प्रसक्तिः अस्ति किन्तु कितिङिति अनेन गुणबाधितं भवति सो कृक् कृप् इति अजीनं परेण संयोजनेन कृकृप्य इति भवति प्रथम एकाचो हला प्रथमधातु एकाचो अनेन द्वितं भवति कृकृप्य भवति तदनन्तरं कृकृप्य उरत् अनेन रेफस्य स्थाने ऋकारान्तस्य स्थाने अनपर भवति तस्य अनन्तरं कर्कृ इति भवति कर्कृ यत्र अस्ति तत्र हलादिशेषनेन रेफस्य लोपः भवति तदनन्तरं चोः कु अनेन ककारस्य चकारः भवति सो चक्र चक्र इति आगच्छति कोऽपि इदानीम् अन्यकारणं कार्यं न भवति अभ्यासस्य इदानीं ऋगुपदस्य इति कार्यम् आगच्छति कारण की कृ इति उपधायाम् अस्ति तो तत्र चरीकृप्य भवति इदानीं चलीकृप्य कृपोरोलः इति त्रिपाद्याम् अस्ति चेत् तस्य कार्यम् अन्ते आगच्छति सो तस्य अत्र ऋकारः अस्ति तत्र तस्य स्थाने सदृश लकारः आगच्छति, चलि कृप्यते इति भवति. सो तर्हि कृपोरोलः इति सूत्रे आयात कृप् धातोः रेफस्य लकारो आदेशः भवति. कृप् धातोः ऋकारस्य अंशः यः रेफसदृश तस्य स्थाने लकार सदृश आदेशः भवति. यत्र कृप् धातोः उपधायां गुणः भवति कर्प, तत्र रेफस्य स्थाने लकार आदेशो भवति. अतः कल्प इति फलं यत्र उपधा गुणो न भवति तत्र कृप् इत्यस्य ऋकारस्य स्थाने ऋकार आदेश, अतः क्लिप् इति फलम्. दृष्टान्तत्वेन अपरेषु स्थलेषु कथम् अनेन सूत्रेण रूपं सिद्ध्यति इत्यत्र प्रदर्शति. पुनः महोदय लिखितवान् यदि क्लिप् अस्ति तत्र यदि तथा गुणो यङ् विधानं अस्ति तु कृत्वा तत्र गुणकार्यं न भवति. तत्र यत् ऋकार ऋकारस्य स्थाने सदृश ल् इति आदेशः भवति. यदि गुणकार्यम् अस्ति सार्वधातुकप्रक्रिया या गञ्चलकूपदस्य तस्य तत्र रेफ यदि आगच्छति गुणकार्यं भूत्वा तत्र लकारः आगच्छति. उदाहरणम् अस्ति लटि कल्पयति इति अस्ति. लटि कल्पयति इति भवति चुरादिगण्यधातु साधु कल्पयति अय आदेशः अस्ति सा. कृप् रोगणिच् यदि अस्ति तद् पुगन्तलघुपदस्य इत्यनेन उपधायां लघु एकगुण कर्प् योग ई कृपोरोलः इत्यनेन रेफस्य स्थाने लकार कल्प् योग ई कल्पी इति धातु भवति. कल्पीशप् कल्पय कल्पयति इति कल्पयते इति आगच्छति. लिट् लकारे गुणनिषेधत्वात् ऋकारस्य उदाहरणं लिटि चक्लपे कृप् योग ए द्वितम् अभ्यासकार्यं च चक्रिप् ए कृपोरोलः इत्यनेन ऋकारस्य स्थाने लृकारादेश चक्लप् ए चक्लपे भवति. सो यदि लिट् लकार अस्ति तत्र ए इति लिट् लकार आगच्छति भगिनि. लिट् लकारस्य विषये वयम् अधुना न पठितवन्तः किन्तु एवम् अस्ति इति महोदय प्रदर्शितवान् मन्ये. सो द्वितीय अभ्यासे यथा पूर्वं कृप् इति भवति अहं चिन्तयामि तत्र अपि सामान्यकार्यं भवति साधु हलादिशेष कोहोत्सु अनेन तत्रापि चक्रिप् भवति. चक्रिप् इदानीं लिट्लकारे अपि अभ्यासस्य गुणस्य बाधा अस्ति. अतः कृपोरोलः अनेन कृ अस्ति तस्य स्थाने लृ आगच्छति तु चक्लिप् चक्लिप् चक्लिपि इति भवति. प्रश्न उदेति यदि रेफस्य स्थाने लकारस्तु भवति एव तर्हि किमर्थं मूलधातु उपदेश अवस्थायां क्लिप् न स्यात्. उत्तरम् अस्ति यत् वेदे तस्य ऋकारस्य महत्त्वं वर्तते. वेदे उच्चारणार्थं प्रत्येकं स्वरस्य विशिष्टम् इङ्गितम्. अतः वेदे अयं धातु ऋदुपदधातु भवेत्. वेदे यत् उपयोगः अस्ति ऋकारस्य या ऋतुपद ऋतुपद धातु तस्य महत्त्वम् अस्ति. अतः मूलधातु अस्ति तत्र क्लिप् नास्ति इति तावत्पर्यन्तं वयं कृतवन्तः भगिनि. कल्प् इत्यस्य कृते टु मिक्स् टु तिङ्क् टु इमेजिन् टु पेण्ट् इति कल्पना यत् शब्दः अस्ति तत्र प्रथमं भवति कल्पनाकरण विचारकरण मिश्रणकरण करण रङ्गना इति क्लिप् धातुतः क्लिप् कृपोरोलः कः कृदन्त कदितप्रत्य भवति कल्पना इति कल्पनं लुट् प्रत्यय अस्तु भगिनि, सरलपणि कल्पयति इति निश्चितादुः इति पृच्छति किल? न, कल्पयति अत्र स्वादिगणः अपि द्वादिगणे वा, स्व कल्पयति भवति, अनन्तरं यक् प्रत्ययः भवति, तत्रापि कल्पयति इति रूपं न भवति वा? किं महोदय, कल्पयति इति रूपं निच् प्रत्ययः इति वा इति? स्वार्थे निच्छति इति. आम् आम् महोदय, अहं पृच्छामि, कल्पयति रूपं निष्प्रत्य अपि भवति, अनन्तरं स्य इति रूपं भवति किं दातु गुणगणः, स्वादिगणः वा द्वादिगणः वा, तत्रापि स्य इति रूपं भवति यकारः, अनन्तरं यक् प्रत्य अपि यकारः आदेशः, अतः कथं डिफरेन्स् करोति कल्पयति? सुरादिगणस्य तु अय इति भवति, केवलं यकारः नास्ति, अय इति भवति. चतुर्थगणे तु केवलं यकारः भवति, नृत्यति इति केवलं यकारः, नृ इत् यति इति भवति. सुरादिगणे तु अय इति भवति. ओ, एच एच एव करं करोति अत्र सुरादिगणे, एच एव अनन्तरं यत्र कर्मणि प्रयोगे तु सामान्यतया केवलं यत् विधीयते, अनन्तरम् आत्मनेपदीरूपं प्राप्नुमः, नृत्यते इति भवति. यदि क्लिप् इति द्वादिगणे धातु अस्ति, क्लिप्यति इति भवति, पकारस्य अपि पकार भवति, न तु अ भवति, तस्य अनन्तरं क्लिप्यति इति कल्प्यति. सः पृष्टवान् कथं जानीमः, तत्र अय अस्ति, कल्पयति. धन्यवादः. ध्वनिमुद्राः स्थापनम् अहं किञ्चित् वक्तुम् इच्छामि भवती. हा हा अस्तु भगिनि.